नमस्कारः. धातुविज्ञानं द्वितीयभागः इति विषयः अनुवर्तते. अद्य प्रायः अन्तिमं दिनं तस्मिन् विषये चिन्तनं भवति. एतावता धातुविज्ञानं द्वितीयभागः इत्यस्मिन् विषये लौकिकधातुं कथं साधयामः इत्यस्मिन् विषये एव चिन्तनं प्रवर्तमानमस्ति. प्रथमतया तत्र अस्माकं पुरतः औपदेशिकधातुः अस्ति चेत् इत्संज्ञकवर्णः के इति प्रथमतया वयं चिन्तयामः. तदनन्तरं तत्र प्राकृतिककार्याणि चत्वारि कार्याणि भवन्ति, सत्वं, नत्वं, नुमागमः, उपधादीर्घः इति. सत्वं धात्वादेः शः सः इति सूत्रम्. अनेन सूत्रेण उपदेशावस्थायां धातोः आदौ यः षकारः अस्ति, मूर्धन्यषकारः, तस्य स्थाने सकारादेशः भवति, तदेव सत्वम् इति वदामः. अनन्तरं नत्वं, तर्हि तदर्थं णो नः इति सूत्रमस्ति. उपदेशावस्थायां धातोः आदौ मूर्धन्यणकारः अस्ति चेत् तस्य स्थाने दन्त्यनकारादेशः भवति इति द्वितीयं कार्यम्. तदनन्तरम् इदितोनं धातोः इति विषयः अस्ति. धातुः इदित् इत्युक्ते औपदेशिकधातोः अन्ते यः इकारः, ह्रस्व इकारः अस्ति, सः इकारः अनुनासिकः अस्ति चेत् तस्य इत्संज्ञा भवति. तादृशधातुः इदित् इति वदामः, यस्य अन्ते ह्रस्व इकारः, तादृश इकारः इत्सम्यकवर्णः अस्ति, तदा इदित् इति वदामः. इदित् धातुः अस्ति चेत् नुम् आगमः भवति. नुम् आगमः मित् अस्ति, अतः अत्र मिदचोन्त्यात् परः इति सूत्रं सहायं करोति. मिदचोन्त्यात् परः इति सूत्रेण नुमागमः अच्वर्णेषु अन्त्यात् परः आयाति. धातौ यः अच्वर्णः, यः अन्तिम अच्वर्णः अस्ति, तस्य अनन्तरं नुमागमः आगच्छति. तर्हि तस्य उदाहरणमपि वयं परिशीलितवन्तः. तदनन्तरं नुमागमस्य नुमागमानन्तरं तत्र सन्धिकार्यं भवति. नश्चापदान्तस्य झलि इत्यनेन नकारस्य नुमागमस्य यः नकारः अस्ति, नकारः एव अवशिष्यते, तादृशनकारस्य अनुस्वारादेशः भवति, जल्वर्णः परः अस्ति चेत्. नश्चापदान्तस्य झलि इति सूत्रं. तदनन्तरम् अनुस्वारस्य ययि परसवर्णः इति सूत्रम्. अनुस्वारस्य स्थाने परस्य यः सवर्णवर्णः अस्ति तस्य आदेशः भवति. इत्युक्ते अत्र नकारस्य केन वर्णेन सह सावर्ण्यम् इति चेत् वर्गीयव्यञ्जनेषु पञ्चमवर्णः एव सवर्णवर्णः, अतः इत्युक्ते सदृशतमः वर्णः अनुस्वारेण सह, अतः अनुस्वारस्य स्थाने वर्गीयव्यञ्जनस्य पञ्चमवर्णः आदिष्टः भवति इति तदपि वयं दृष्टवन्तः नुमागमस्य चिन्तनावसरे. तदनन्तरम् अस्माकम् अन्तिमं कार्यमस्ति उपधादीर्घः इति. तत्र उपधायां च इति सूत्रमस्ति. तत्सूत्रं वदति धातो यः इत्युक्ते हलन्तधातुः, धातोः अन्ते हल् वर्णः अस्ति, उपधायां रेपः अथवा वकारः, तस्मात् प्राक् रेपवकारयोः प्राक् यः इक् वर्णः अस्ति तस्य दीर्घत्वं भवति. तर्हि हलन्तधातूनां कृते एव इदं कार्यं प्रवर्तते. हलन्तधातुः उपधायां रेपः अथवा वकारः, तस्मात् पूर्वम् इक् वर्णः अस्ति चेत् तस्य दीर्घत्वं भवति इति. एतानि कार्याणि वयं ज्ञातवन्तः. अधुना अभ्यासः अस्ति, एकवारम् अभ्यासं पश्यामः. अत्र प्रथमम् अत्र वासुदेवन् महोदय प्रथमं करोति वा? अङ्गी घटं न प्रथमं करोतु. प्रथमम् उदाहरणमस्ति खलु अङ्गी. अङ्गी पूर्वम् उक्तवान् खलु? चिन्ता नास्ति, एकवारं पुनः वदतु, स्मारयतु. इदानीं न दृश्यते, सर्वत्र न दृश्यते. अग्रिमं अस्तु, तर्हि अत्र उमा भगिनी वदतु प्रथमम्. यस्, अङ्गी ई अनुनासिक ई चन्द्रबिन्दु स्थित अस्ति, तस्मात् उपदेशे अजन्नासिक इति सूत्रेण, अन्तस्य लोपः सूत्रेण इकारः लोपं भवति. सु अग् धातु अत्र बिकास् इट् इस् इदित् धातु, नुमागमः अस्ति, नुमागमः अन्तिम अच्वर्णः परे आगच्छति, तस्मात् अङ्गी. अण्ड् नकारः तस्मात् किमर्थम् अङ्गी? नो, अनुमागमः आगच्छति न? अनुमागम आगमनानन्तरं रूपं किम्? नकारः अस्ति आ अण्ड् इग् मध्ये, अङ्ग् इति. अङ्ग् न तु अङ्गी. सारि सारि सारि, अङ्गी अस्ति. अण्ड् देन् अङ्गी नास्ति, अङ्गी नास्ति, अङ्ग् अस्ति. येस् अदर्स् ऐ सेड् अङ्गी नास्ति, सो अङ्ग् इति आगच्छति. अण्ड् देन् दश नकारः the same that sutra I forgot the thing because of that it's become angi ing ka ka ga ga ga comes there, so angi na punah kimartam angi iti vadati bhavati ikarasya itsanya gata kalo ang sorry sorry sorry that is already lopam asti. Okay, so ang iti agacchati, so dhatuhu ang iti uchyate. Sorry, sandhi karyam dvayam tu सन्धिकार्यम् अत्र नास्ति न? अत्र कार्यद्वयम् अस्ति खलु, तदनन्तरमेव तत्र पञ्चमवर्णः आगच्छति. भगिनि कार्यं तु उक्तवती भवती, उक्तवती कार्यं किं, तत्र सूत्रमपि वदतु एकवारं. So, smarayeta sutram kim? One second, I'll just look at that. The karapatram atrasti. The sutram I forgot. Astu, tarhi Gita bhagini smarayeta. Gita bhagini smarayeta. Gita Anjali bhagini. Am bhagini. अङ्ग अत्र तु अङ्ग तु नकार मध्ये अस्ति इति तु न, तस्मात् पूर्वम् अन्यत् कार्यमस्ति. परसवर्णः न, अत्र सन्धिकार्यं द्वयं भवति. ओके ओके ओके ओके ओके. नश्च पदान्तस्य झलि, हा तेन किं भवति? नश्च पदान्तस्य झलि भवति, झल् वर्णः अन्तिमे अस्ति चेत् नकारस्य मकारस्य स्थाने अनुस्वारः भवति. न बिकम्स् अनुस्वार. अत्र निमित्तं किम्? अत्र निमित्तं झलि. अत्र जल् वर्णः कः? झबञ्च् घटदश्, सो आल् थर्ड् सेकेण्ड् फस्ट् अप् टु झलि गोस् एण्टैर्. सत्यम्, अत्र किम् अस्ति? एण्टैर् कान्सनेण्ट्स् एक्सेप्ट् गकारः झबञ्च्. विजयलक्ष्मी भगिनी कृपया मा वदतु, भगिनी कृपया मा वदतु, अत्र भगिनी चिन्तयन्ति. अहं म्यूट् कृत्वा. न, म्यूट् नास्ति, म्यूट् मध्ये नास्ति, भगिनी चिन्तयतु. हा, अत्र किम् अस्ति? अत्र भगिनी, उमा भगिनी सम्यक्तया उक्तम्, अत्र जल्वर्णः जल्वर्णाः के के इति सम्यक्तया उक्तम्. जल्वर्णः यारलव नास्ति एक्सेप्ट् दट् झबञ्च् झलि मीन्स् yes, from the, all the except antastaha sarve halvarnani asti. अस्तु, समीचीनं. तर्हि अत्र अस्माकम् उदाहरणे अङ्गी इति उदाहरणे जल् वर्णः कः? ओके ओके ओके ओके. अङ्ग् इति से ग, हा गकारः एव जल् वर्णः अस्ति. गकारः जल् वर्णः अस्ति इति कृत्वा हा न गकारः जल् वर्णः अस्ति इति कृत्वा एव नकारस्य अनुस्वारादेशः भवति खलु. नकारस्य हा फ्रम् नकारस्य परिवर्तनं भूत्वा अनुस्वारादेशः भवति यतोहि गकारः जल् वर्णः अस्ति. तदनन्तरं नकारः नास्ति अधुना अनुस्वारः अस्ति. अनुस्वारः इट् अगेन् बिकम्स् नकारम् न कथं ञकारः एकमेव कार्यम् अस्ति अत्र अत्र पश्यतु भगिनि प्रथमतया नकारस्य स्थाने अनुस्वारादेशः भवति जल् वर्णः परः अस्ति चेत् अत्र जल् वर्णः गकारः अस्ति अतः यः नुमागमः आगतः तस्य स्थाने अनुस्वारादेशः भवति नश्चापदान्तस्य जलि इति सूत्रमस्ति. इदानीं द्वितीयं कार्यमस्ति अनुस्वारस्य ययि परसवर्णः इति कार्यमस्ति अत्र निमित्तं किम् अत्र ययि हा ययि अत्र ययि ययि प्रत्याहारे के के वर्णाः एक्सेप्ट् हकारः सर्वे व्यञ्जनानि हा सर्वाणि व्यञ्जनानि हकारं विहाय सर्वाणि व्यञ्जनानि अस्तु. तर्हि अत्र यै वर्णः कः अस्माकम् उदाहरणे अत्र उदाहरणे सर्वाणि व्यञ्जनानि न भवति अपि न भवति नास्ति सत्यं शशस नास्ति सत्यं सत्यं सत्यं सत्यं क्षम्यताम् अत्र यै प्रत्याहारे समीचीनं तत्र षकारः सकारः नास्ति अपि च हकारः अपि नास्ति इत्युक्ते व्यञ्जनेषु तालवे षकारः मूर्धन्य षकारः सकारः हकारः नास्ति एतान् विहाय अत्र किम् अस्ति हा गकारः यै प्रत्याहारे अस्ति तर्हि इदानीं कार्यं किम् अनुस्वारस्य ययि परसवर्णः संहितायां सो वेन् ययि ययि अस्ति चेत् अनुस्वारः गकारस्य अनुनासिकवर्णः आगच्छति तर्हि रूपं किम् अङ्क् अङ्ग् इति रूपम् अङ्ग् इति रूपं समीचीनम् समितं सर्वैः बुद्धं वा सम्यक् भगिनि न चिन्ता नास्ति इदानीं स्पष्टमस्ति वा मनसि भगिनि उमा भगिनि स्पष्टमस्ति वा अस्तु स्पष्टमस्ति स्पष्टमस्ति अस्तु समीचीनं तर्हि सर्वैः बुद्धम् इति चिन्तयामि अत्र एकवारं एकवारं शोभा भगिनी वदतु अङ्गी दातौ कार्यं किम् आं भगिनि अङ्गी इति प्रथमतया तत्र अन्ते इङ्कारः अस्ति इति कृत्वा उपदेशजनुनासिक इत्यनेन अपि च तस्य लोपः इत्यनेन अनुनासिक इ इत्यस्य इत्सन्य अपि लोपः अधुना अग् इति अवशिष्यते धातोः रूपम् अधुना अत्र इत् इति आसीत् इति कृत्वा एकनिमिषं सूत्रस्य इति तु एकनिमिषं भगिनि सूत्रस्य इति तु नुम् धातोः इति सूत्रेण तत्र नुमागमः अधुना तत्र अङ् इति नकारः नुमागमः नकारः मध्ये आगच्छति अङ् इति धातुः निष्पन्नः अनन्तरं तत्र अपदान्त अस्ति इति कृत्वा तत्र नश्चापदान्तस्य इति सूत्रेण नकारस्य स्थाने नः अनुस्वारं भवति, अनुस्वारस्य आदेश, नकारस्य स्थाने अनुस्वारस्य आदेशः. अधुना अनुस्वारस्य अङ् इति धातुः अत्र अनेक सूत्रमपि कार्यं करोति. अनुस्वारस्य ययि परसवर्णः इति सूत्रं, तत्र तत्तु ययि परे, तत्र गकारः यै प्रत्याहारे अस्ति, अतः गकारस्य परसौ सवर्णः आदेशः भवति. कवर्गस्य अनुनासिकवर्णः, अतः अङ् इति अन्तिमरूपं निष्पन्नः भवति. हा, बहु समीचीनं. कवर्गस्य अनुनासिकवर्णः कः? ण्य. पञ्चमवर्णः, बहु समीचीनं भगिनि, सम्यक्, समीचीन, समीचीनतया उक्तम्. अस्तु, कोऽपि प्रश्नः अत्र? नो चेत् अग्रे क्षेम. अधुना वासुदेवन् महोदय अग्रे करोति वा? उपदेश अजनुनासिक इत् तस्य लोपः, तदा घटं घट् भवति, घट् भवति, तदेव लौकिकरूप लौकिकधातुरूपं. सत्यम्, अत्र एकमेव कार्यम् उपदेशे जनास्ति. अस्तु अस्तु महोदय, कृपया म्यूट् करोतु महोदय, भवतः दूरवाण्यां ध्वनिः अस्ति, यदा भवान् न वदति तदा म्यूट् मध्ये एव भवतु. अस्तु, अधुना अरविन्द् महोदय अग्रे. आं भगिनि, ब्रेन्स् बेज्ड् अन्तिमवर्णमस्ति ऋकार अनुनासिक, तस्य उपदेश अनुनासिक यत् इति उक्त्वा तस्य लोप इति अज्ञानेन तस्य लोपं भवति, तत् तस्मात् ब्रेज् इति अवशिष्यते. ब्रेज् इति अवशिष्यते, सत्यं, समीचीनम्. अस्तु, अग्रे रामनाथन् महोदय. भगिनी, तत्र ऋकारस्य च लोपः भवति वा? ऋकारः एव अनुनासिकः खलु, अङ्कारः अस्ति खलु, ऋकारस्य अङ्कारः नास्ति, कुत्र अस्ति अङ्कारः? तत्र ऋकारस्य उपरि चन्द्रबिन्दुः अस्ति, अकारः. हा, कृष्ण ऋकारस्य उपरि चन्द्रबिन्दुः, अनुनासिक ऋकारः. अस्तु अस्तु भगिनि, अकारः नास्ति भगिनि, इत्युक्ते तत्र सर्वेषां स्वराणाम् अनुनासिकत्वं तु अस्ति, अनुनासिकभेदः अस्ति, एवमेव अत्र तु ऋकारस्य अनुनासिकभेदः. ऋकारः स्वरः अस्ति, ऋकारः स्वरः अस्ति, अनुनासिकः अपि अस्ति, अतः उपदेशजननासिक इत्यनेन इत्संज्ञा. किन्तु तत्र ब्रेज् इति पदं वर्णभेदं कथं भवति? भृ ए ज अनन्तरं ऋकारः अनुनासिक ऋकारः, अनुनासिक ऋकारः इति वा? अस्तु अस्तु भगिनि, धन्यवादः. अस्तु, समीचीनं. तर्हि अग्रे रामनाथन् महोदय. हरि ओम्. चञ्चु उपदेशे अनुनासिक यत् तस्य लोपः इति सूत्रेण अनुनासिक उकारः यत् चञ्च् इति रूपं, कोऽपि अन्यसूत्रस्य प्रसक्तिः नास्ति. नश्च पदन्तस्य जलि इति सूत्रेण नकारम् अनुस्वारं भवति चकारं जलिवर्णः आदेः परे अस्ति चेत् चञ्च् इति रूपम् अनुस्वाररूपम्. अनन्तरम् अनुस्वारस्य ययि परसवर्णः इति सूत्रेण पुनः चकारस्य पञ्चमवर्णः अनुनासिकवर्णः जञ्च् चञ्च् इति रूपम् अन्तिमरूपं. चञ्च् इति रूपमस्ति इत्युक्ते प्रथमतया अत्र अकारः अनुनासिकः अस्ति, तस्य इत्संज्ञा. तदनन्तरम् अत्र सन्धिकार्यद्वयं भवति, यतोहि नकारः अस्ति, इत्युक्ते यत्र कुत्रापि अपदान्ते नकारः अस्ति अथवा मकारः अस्ति तत्र सर्वत्र अनुनासिकस्य नश्यापदान्तस्य जलि इति सूत्रस्य प्रसक्तिः भवति यदा जल् वर्णः परः अस्ति. तर्हि अत्रापि जल् वर्णः अस्ति इति कृत्वा नकारस्य स्थाने अनुस्वारादेशः. तदनन्तरम् अत्र द्वितीयं कार्यमस्ति अनुस्वारस्य ययि परसवर्णः इति सूत्रं. तर्हि अत्र अनुस्वारस्य स्थाने परसवर्णः चवर्गस्य पञ्चमवर्णः ण्यकारः आदिष्टः भवति अनुस्वारस्य स्थाने. अस्तु, समीचीनं महोदय, सम्यक्. अग्रे विनयकुमार् महोदय वदति वा? आं भगिनि, धातुः टिक्रो इति टिक्रि अस्ति शब् अथ गतौ रि अर्धचन्द्रबिन्दुः उपरि लुप्तः यदुपद्धातुः अस्ति टिक् अन्ततः अवशिष्यते. न, किमुक्तम् इति उक्तं वा? किमुक्तम् इत्युक्तं वा? न न, अत्र सूत्रं किम् इति एकवारं वदतु, सम्यक्तया न श्रुतं. सूत्रं किं, केन सूत्रेण इत्संज्ञा? ओ, इत्संज्ञा इत्संज्ञा उपदेशे अज् अनुनासिक कारणेन रि अर्थचन्दु ऋङ्कार ऋकार इत्संज्ञ उपदेशे अनुनासिक सूत्रे आधारेण अन्ततः टिक् अवशिष्यते. टिक् उपधा अस्ति. उपधा पुगन्तलघुपदस्य उपधा ह्रस्व अस्ति. अतः सार्वधातुकार्धातुकयोः ह्रस्व इ ए भवति. टिक् इति धातुः, तत्तु अन्तिम अग्रिमचिन्तनम् अस्ति. टिक् इति धातुः बुवादिगणे अस्ति, तर्हि तत्र पुगन्तलघुपदस्य च इत्यस्य कार्यम् इति समीचीनं. तत्तु अग्रिमचिन्तनम् अस्ति, परन्तु अत्र अस्माकं चिन्तनं तु लौकिकधातुः टिक् इति एव अस्ति. अस्तु, समीचीनं महोदय. टेकते इति रूपम् अस्ति, आत्मनेपदि धातुः अस्ति, अतः टेकते. सूत्र अस्ति, तर्हि टेकते भवति. न, आत्मनेपदानां टेरे वा? किमर्थं तथा वदति? आत्मनेपदानां टेरे सूत्र अस्ति. तत्तु अत्र तु आत्मनेपदानां टेरे इत्यनेन तत्र एकारः भवति इति वदति वा ते इति. अस्तु, तत् सर्वम् इदानीं मास्तु. अस्माकं वर्गे वयं न पठितवन्तः, वयं न पठितवन्तः खलु. अस्तु, संशयः अस्ति. अत्र कृ इति अन्तिमवर्ण आफ् द टिक्र. सो उपदेशे मीन्स् ओन्लि ककारः कम्स्, नो नाट् इकारः. न, औपदेशिकधातुः मीन्स् औपदेशिकधातुः इत्युक्ते यः उपदेश अवस्थायाम् अस्ति, इत्युक्ते इत्संज्ञकवर्णसहितः अनुबन्धसहित. न न, महोदय, तत्र लट्लकारस्य रूपं वदन् अस्ति, टेकते इति रूपं वदन् अस्ति. यदि तत्र तस्मात् तत्र शप् इति प्रत्ययः आगच्छति, अनन्तरं टे इति स्टिङ्ग् प्रत्ययः आगच्छति चेत् तत्र टेकते इति लट्लकारस्य रूपम् इति वदन् अस्ति. तस्य चिन्ता इदानीं मास्तु. अस्माकम् अत्र कार्यं किम् अस्ति, औपदेशिकधातुतः लौकिकधातुं कथं साधयामः इत्येव विषयः खलु. अतः तस्य विषये चिन्ता नास्ति. ऋकारः उपदेशे अजनास्क इति सूत्रेण लोपं भवति. टिक् इति अस्ति टिक् इति चेत् ड्यू टिक् ककार इक् अस् अन्तिमवर्ण और् ऋकार अस् अन्तिमवर्ण टु मेक् टि अस् टे गुण न न न इदानीं ऋकारस्य इत्संज्ञा इत्संज्ञा जाता अतः तस्य लोपः अपि जाता लोपः जातः तर्हि अत्र टिक् इति अवशिष्यते न जनरलि एव वदन्ती अस्मि जनरलि एव वदन्ती अस्मि इदानीं टिक् इति औपदेशिकधातुः टिक् इति औपदेशिकधातुः तस्य अनन्तरं यः प्रत्ययः अस्ति प्रत्ययं निमित्तीकृत्य एव गुणकार्यं भवति अतः हा तस्य अनन्तरं प्रत्ययः कः इति चिन्तनीयम् भगिनी द्वितीयस्य धातौ खट् इति धातु अस्ति खलु तत्र लौकिकधातु खट् इति वदामः चेत् टकारद्वयं भवति वा केवलम् एक टकार एव भवति वा भवति वदतु द्वयमपि इति मन्ये हा हा तत्र भ्रमः कः तदेव लौकिकधातु वा इति संशयः तदेव तदेव लौकिकधातुः अकारस्य इत्संज्ञा भवति अतः टकारद्वयम् अस्ति तत् तिष्ठति एव तिष्ठति एव अस्तु धन्यवादः भगिनि हा अस्तु अग्रे वसन्ती भगिनी अग्रे करोतु षल् षल् इति धातु वित् अनुनासिकलकार उपदेशे अनुनासिक सूत्रेण अनुनासिकलकारस्य अनुनासिकलोपः भवति लौकिकरूपविल्बि षल् समीचीनम् अग्रे सूर्यकुमारी भगिनी वदति वा इन् धातुः अन्तिमवर्णः नकारः आदि नास्ति चेत् नत्वं न भवति न न अत्र अत्र औपदेशिकधातुः इन् इति अस्ति लौकिकधातुः कः अस्माकं प्रथमं कार्यं किम् लौकिकधातुः उपधायि इकारः अस्ति न न लौकिकधातुः कः प्रथमम् अत्र अस्माकं प्रथमं सोपानं किम् प्रथमसोपानम् इत्संज्ञकवर्णाः सन्ति चेत् तेषां लोपः एव अस्माकं प्रथमं कार्यं खलु अत्र इत्संज्ञकवर्णः अस्ति वा इ अस्ति इ इत्संज्ञकः अस्ति वा न भगिनि कः वर्णः इत्संज्ञकः कः वर्णः इत्संज्ञकः नास्ति नास्ति वा अत्र अन्ते कः वर्णः अस्ति धातुः अन्ते अन्ति चेत् लोपः भवति क्षम्यतां भगिनि हा लौकिकधातुः इ इति अस्ति सत्यम् इ इत्यस्य लोपः भवति वा न भवति वा इ इत्यस्य लोपः भवति वा न भवति भगिनि हा किमर्थं न भवति अनुनासिकः नास्ति सत्यं सत्यं समीचीनं भगिनि, सम्यक्। तर्हि इ एव अवशिष्यते, नकारस्य इन् इति औपदेशिकधातुः नकारस्य इत्संज्ञा हलन्त्यम् इत्यनेन, अतः इ इति अवशिष्यते। अस्तु, समीचीनम्। अग्रे गुजि इति अस्ति, गीताञ्जलि भगिनी करोतु। गुजि इति धातुः प्रथमं तु उपदेशे जनु नासिक इत् इत्यनेन इकार इत् संज्ञा भवति, तस्य लोपः गुज् इति आयाति। किन्तु इति प्रथमं तु इदितो नुम् धातु आसीत्, सत्यं भगिनि? अस्ति, इदितो नुम् इदित् धातुः अस्ति, अस्ति, अस्तु। किन्तु अत्र तु अत्र रूपं तु इदित् न दृश्यते, किन्तु अस्ति, अस्तु। इदितो नुम् धातोः प्रसक्तिः, तदनन्तरम् उकार अन्ते नुम् आयाति, एकमेव अच् अस्ति अत्र धातुरूपे, गुञ्ज् इति आयाति, नकारमध्ये आयाति। तदनन्तरम् अत्र तु अपदम् अस्ति, नश्चापदान्तस्य कारणेन नकारस्य स्थाने अनुस्वार आयाति, आदेशः गूंज इति आयाति। गूंज अत्र तु अनुस्वारस्य यै परसवर्णसूत्रेण जकारस्य अनुनासिकवर्ण अनुस्वारस्य स्थाने आदेशः, परसवर्ण आदेश इत्युक्ते गुञ्ज् इति लौकिकरूपं निष्पन्नं भवति। सत्यं सत्यं, बहु समीचीनं भगिनि, समीचीनं। तर्हि अत्र अत्र अत्र एकं वक्तुमिच्छामि, गुजि इति धातुः औपदेशिक अवस्थायाम् अन्ते इकारः अस्ति, ह्रस्व इकारः, सः इकारः इत्संज्ञकः अस्ति इति कृत्वा एव धातुः इदित् इति वदामः। तदनन्तरम् इकारस्य इत्संज्ञा भवति, तदानीमपि इदित् इति एव वदामः, इदित् इति वदामः, तस्य इदित् इति संज्ञा अस्ति, यतोहि औपदेशिकावस्थायां ह्रस्वैकारस्य इत्संज्ञा भवति, अतः इदित्, यद्यपि इकारस्य लोपः भवति तथापि तत्र इदित् इति अस्ति, अतः एव नुमागमः भवति। अनन्तरं नुमागमानन्तरं गुञ्ज् इति अस्ति, अनुस्वारः भवति, तदनन्तरम् अनुस्वारस्य स्थाने परसवर्णः, च वर्गस्य पञ्चमवर्णः ञकारः, अतः गुञ्ज् इति रूपम्। अस्तु, समीचीनम्। तर्हि अग्रे अस्तु, मीना भगिनी अग्रे वदतु। श्रीं धातु नकारः हलन्त्यम् इति सूत्रेण शी भवति, तदेव लौकिकरूपं भगिनि, शी। सत्यं सत्यं, तर्हि तत्र एकः एव वर्णः अन्ते हल् वर्णः, तस्य इत् संज्ञा, अतः शी इति धातुः लौकिकधातु, शेते इति रूपम् अस्ति तत्र, श्वेते। हा, अस्तु, अग्रे सुमन् भगिनी अग्रे करोतु। अस्तु, अस्तु भगिनि, द्रै अस्ति, तत्र किमपि कार्यं न भवति इति चिन्तयामि। सत्यं, किमपि कार्यं नास्ति, सत्यं, द्रै एव तिष्ठति। अग्रे अपि करोतु। नम् अस्ति, तत्र अकारस्य अकार इति भवति, अनुनासिक अकार अस्ति, अतः नम् उपदेशे अर्जुनसिके इत् सूत्रेण अकार गच्छति. इदानीं नो नः कार्यं करोति, णकारस्य नकारः आदेशः भवति, नम् इति औपदेशिकः भवति. सत्यं. तर्हि अत्र कार्यद्वयमस्ति, समीचीनं भगिनि. एकमस्ति तत्र अनुनासिककारस्य इत्संज्ञा भूत्वा लोपः, अनन्तरम् अत्र प्राकृतिककार्येषु एकमेव कार्यं प्रसक्तं, णो नः इति सूत्रेण आदौ धातोः आदौ मूर्धन्यणकारः अस्ति इति कृत्वा तस्य स्थाने दन्त्यनकारः, अतः नम् इति रूपम्. अस्तु, समीचीनम्. अग्रे विजयलक्ष्मी भगिनी करोतु. छुर अत्र अकारस्य अनुनासिक अकारस्य उपदेशे अजनुनासिक इत् इत्यनेन लोपः जायते. छुर् इति लौकिकधातु. सत्यं सत्यं, समीचीनम्. अग्रे पूर्णेन्दु महोदय. अनुदन् इति औपदेशिकधातुः अस्ति, तत्र दकार उत्तरवर्ति अनुनासिक अकारः अस्ति, तस्य उपदेशिजुनासिक इति सूत्रेण इत्संज्ञा भवति, तस्य लोप इति सूत्रेण लोपः भवति. अणुत् इति अवस्था अस्ति, अणुत् तत्र आदौ णकारः अस्ति, अणुपदेशधातुः अस्ति, तत्र णो नः इति सूत्रेण णकार स्थाने दन्तनकारः भवति, णुत् इति लौकिकरूपः भवति. समीचीनं, सम्यक्. तर्हि अग्रे रमाशिवरामन् भगिनी करोतु. श्रूयते वा? श्रूयते. शुभ धातु अनुनासिक अकारः अन्तिमवर्णः अस्ति, अतः उपदेशे जनुनासिक इत् तस्य लोपः कारणात् शुभ लौकिकधातुरूपं भवति. समीचीनम्. अग्रे वसन्ति भगिनि. शुर् अकारौ अनुनासिक अकार उपदेशे अजनुनासिक इति सूत्रेण इत्संज्ञा भवति, तस्य लोपः इति अनुनासिक अकारः लोपः भवति, शुर् इति लौकिकरूपम्. तावदेव. तत् इत्संज्ञकवर्णस्य विषये सम्यक्तया उक्तं. तदनन्तरं किमपि चिन्तनमस्ति वा? रेपः अस्ति, सो उपदायां च इति सूत्रेण उपदाया इक् रेपवर्णस्य पूर्ववर्णः इक् वर्णः दीर्घः भवति, ह्रस्व इक् दीर्घः भवति, सो शू इति भवति, सो शूर् इति धातु. न, अत्र एकवारं वदतु, उपदायां च इति सूत्रस्य कार्यं कदा भवति, कीदृशधातुः भवेत्? उपदायां च हलन्तदातुः भवेत् खलु? उपदायां रेपः वा वकारः वा वर्णाः पूर्वम् इकः दीर्घः भवति. हा, उपदायां रेपः अथवा वकारः, अत्र उपदायां रेपः अथवा वकारः अस्ति वा? अत्र उपदायं कः वर्णः अस्ति? रेपः उपदायां उवर्णः अस्ति, अतः दीर्घ न. अत्र अत्र सूत्रे किम् उक्तम्? उपदायां च इति सूत्रं कदा कार्यं करोति? पूर्व इक्वर्णः दीर्घः भवति. इक्वर्णदीर्घः भवति इति कार्यमस्ति, परन्तु कदा भवति कार्यं, कीदृशधातुः भवेत्? अत्र सूत्रं सूत्रस्य अनुवृत्ति सूत्रस्य व्याख्यानं पठतु. ओरुपदायाः दीर्घः एकः इत्यस्मात् प्रथमवाक्यद्वयं पठतु. उपदायां च इति सूत्रे वाक्यद्वयं, प्रथमवाक्यद्वयं. धातोः उपदायाभूतयोः रेपवकारयोः हल् पर्योः, ओके, हल् पर्योः एकः दीर्घः स्यात्. अग्रिमवाक्यं हलन्तधातूनाम् उपदायं रेपः वा वकारः वा अस्ति अस्ति चेत् पठतु. तयोः वर्णयोः हलन्त्यधातूनां हलन्तधातुः इति एकं निमित्तमस्ति, अपि च रेपः वकारः हल् पर्योः. न, अर्थः कः? रेपः वकारः कुत्र भवेत्? न, हलन्तधातूनाम् उपदायां रेपः वा वकारः इति उक्तं खलु. तर्हि कुत्र भवेत् रेपः वा वकारः? उपदायां भवेत्. उपदायां भवेत्, ओके. हा, उपदायां रेपः वा वकारः भवेत् इत्युक्ते तादृशधातुः यः हलन्तधातुः, यस्य अन्ते हल् वर्णः अस्ति, अपि च तस्य धातोः उपदायां रेपः वकारः अस्ति, रेपवकारयोः पूर्वम् इक् वर्णः अस्ति चेत् दीर्घः भवति. अत्र तादृशमस्ति वा? चिन्ता नास्ति. अत्र कः वदति? अत्र पूर्णेन्दुमहोदय वदतु एकवारम् अत्र किमस्ति. अत्र सुरम् इति औपदेशिकव्यवस्थायाम् अस्ति, तत्र रकार उत्तरवर्ति, अनुनासिक अकारः इति सङ्ज्ञकः अस्ति, यस्य उपदेशित अनुनासिक इति सूत्रेण इत्संज्ञा भूत्वा तस्य लोपः इति सूत्रेण लोपः भवति. तस्य औपदेशिक अवस्थायां धातोः आदौ मूर्धन्यसकारः अस्ति, तस्य धात्वादेः सः सः इति सूत्रेण मूर्धन्यसकारस्य स्थाने दन्तसकार आदेशः भवति. अनन्तरं सूर् इति दन्तसकारवन्तसूर् इति लौकिकरूप भवति. सत्यं, बहु समीचीनं. तर्हि अत्र उपदायां च इति कार्यं किमर्थं न करोति? एकवारं प्रदर्शयतु. तत्र उपधायामेव रकार बकार नास्ति, यद्यपि हलन्तधातुः अस्ति परन्तु उपधायाम् उकारः अस्ति. तत्र उपधायां च इति सूत्रं तस्य निमित्तानि भवन्ति. हलन्तधातु अन्ते तु हल् वर्णः भवति, उपधायां रकारः बकारः भवति. तादृशः धातोः रकारवकारयोः पूर्वः यदि लघु इक्वर्णः अस्ति चेत् लघु इक्वर्णस्य दीर्घत्वं भवति. अत्र उपधायाम् एव उकारः अस्ति, रकारवकारः नास्ति, अतः उपधायां च सूत्रस्य प्रसक्तिः एव नास्ति. समीचीनं. वसन्ति भगिनी पश्यति वा? त्रीणि वर्णाः भवति. इत्युक्ते धातोः अन्ते इदानीम् अत्र अस्माकम् उदाहरणं पश्यतु. कुर्द् इति धातुः अस्ति खलु, तत्र पश्यतु उदाहरणे उपरि कुर्द्, तत्र कूर्द इति अस्ति, तत्र अन्ते अकारस्य इत्संज्ञा भवति, अतः कुर्द् इति धातुः अस्ति, लौकिकधातुः कुर्द्. तत्र पश्यति चेत् अन्ते दकारः हल् वर्णः अस्ति, तस्मात् पूर्वं रेपः उपदायाम् अस्ति, रेपात् पूर्वम् उकारः अस्ति, तदानीं कूर्द् इति भवति. अधुना अवगतम्? अवगतं वा भगिनि? अवगतं. अस्तु अस्तु, तर्हि अत्र भवतेव वदतु. अत्र शुर् इति धातौ तत्र कार्यं किमस्ति पुनः वदतु. ओके, शुर् इति धातुः यद् अनुनासिक अकारौ अन्त्यः भवति अन्त्यं भवति. सो उपदेशे अजनुनासिक इति सूत्रेण अनुनासिक अकारः अकारः इति संज्ञा, तस्य लोपः इति लोपः भवति. शुर् इति रूपं चकारः षकारः धातोः आदौ षकारः अस्ति चेत् तालव्यषकारः आदेशः भवति. सो शुर् इति तालव्यषकारः नास्ति, दन्त्यसकार आदेशः, दन्त्यषकारः सकारः ओके दन्त्यसकारः शुर् इति रूपं. समीचीनं. सूत्रं किमासीत्? दात्वादेः सहस्रः. हा अस्तु, समीचीनम्. अस्तु अग्रे ललिता भगिनी. अस्ति वा? अस्तु राहुल् महोदय. कठिं इति अत्र उपदेशे आदौ उपदेशे अजनुनासिक इति अनन्तरं तस्य लोपः भूत्वा कठ् इति अवशिष्यते. कठ् इति इदित् अस्ति, अतः इदितो नुम् धातोः भूत्वा तत्र नकारस्य आदेशः भवति अन्तिम हल्वर्णस्य पूर्वम्. अत्र अतः कण्ठ् इति आगच्छति, तन्त्यनकारस्य सहित कण्ठ्. अनन्तरं नश्च पदान्तश्च झलि इत्यनेन झलिपरे कण्ठ इति अनुस्वारसहित कण्ठ इति अवशिष्यते. तदनन्तरं अनुस्वारस्य यै परसवर्णः इति इत्यनेन कण्ठ इत्यस्य अनुस्वारस्य स्थाने नकारः आदेश मूर्धन्य नकारः आदेशः भवति, अतः कण्ठ इति अन्तिमे अवशिष्यते. समीचीनं, सम्यक्. अस्तु लक्ष्मी भगिनी अग्रे. आं भगिनि, विदिर् औपदेशिकधातुः अस्ति अत्र. उपदेशे अच् अनुनासिकैत् इति सूत्रेण अङ्कारस्य तथैव लृ इत्यस्य च लोपः, इत् भूत्वा लोपः भवति. लौकिकधातुः भवति विद् इति. समीचीनम्. अन्तिमवर्णः कः वर्णः? लृ. कीदृशवर्णः? अच् अनुनासिक. हा कीदृशवर्णः? स्वरः. हा स्वरः, सत्यं, समीचीनं, सम्यक्. अस्तु जयन्त् महोदय इति वदति वा? भगिनी क्षम्यताम्, अहं भगिनी पूर्वं विद् अन्तिमम् अच्वर्णो वा? हा लु इति अच्वर्णः अस्ति. विद् इति न हलन्त्यमेव न हलन्तवर्णः न हल् वर्णः नास्ति, लु इति अच्वर्णः अस्ति. ऋ लु अत्र माहेश्वरसूत्राणि पश्यति चेत् लुक् ऋ लुक् इति अस्ति खलु, तत्र लु इति वर्णः स्वरः. परन्तु उपदेशानुनासिक इत् लृ अनुनासिक अनुनासिक लृ एतत् इत् न सत्यम्, अतः तत्र इत्संज्ञा भूत्वा लोपः भवति, अतः विद् इति लौकिकधातुः. हा विद् इति ओके ओके. वाट् ऐ लिसन्ड् इस् अन्तिमरूपस्य कोऽपि स्वरं नास्ति, तदेव. हा अन्ते स्वरः नास्ति, अन्ते हल् वर्णः भवति. ओके ओके, अन्ते हल् वर्णः, क्षम्यतां. सत्यं सत्यम्. अस्तु अस्तु, तर्हि अत्र केतकी भगिनी वक्तुम् इच्छति वा? अस्तु अस्तु अस्तु, शृणोतु तर्हि. अस्तु, हा गीता भगिनी. अहं भगिनी न, अत्र अन्या गीता, अन्या गीता वदामि भगिनि. नमस्कारः. नमस्ते. शिला अस्ति धातु औपदेशिक अवस्थायां, अनुनासिक अकारस्य इत् संज्ञा अस्ति उपदेशजननासिक इत् जनेन सूत्रेण. शिल् इति भवति धात्वा धात्वादे शः सः इत्यनेन सूत्रेण शि भवति सिल् सि अन्तिमधातु भवति सिल् इति. समीचीनं समीचीनं. तर्हि अन्ते अकारस्य इत्संज्ञा उपदेशजननासिक इत्यनेन आदौ यः मूर्धन्यषकारः अस्ति तस्य स्थाने सकारादेशः धात्वादेः शः सः इति सूत्रेण. अस्तु, समीचीनम्. अस्तु, एतावता कोऽपि अस्ति वा यः एकवारमपि न उक्तवान् और् उक्तवती? भगिनी, मम नाम जयन्त भगिनी. क्षम्यताम्, अग्रे कक्षायाम् अहं वक्तुम् इच्छामि भगिनि. अद्य अहं केवलं शृणोमि, किञ्चित् गृहपाठ्यं करोमि. अस्तु अस्तु अस्तु, चिन्ता नास्ति. हा, धन्यवादः. अस्तु, तर्हि अग्रे वासुदेव महोदय. हा, ललिता भगिनी करोतु. वन् सेकेण्ड् भगिनि. निल् इति धातुः अस्ति, लकार उत्तरवर्ति अकारः, उपदेशे अजनुनासिक इत् तस्य लोपः इति कारणेन अकारः गच्छति, निल् भवति. सिन्स् इट् इस् लैक् नकारः नो नः इति सूत्रेण ना नि दन्त्यनकारः भवति, निल् इति धातुः. सत्यं सत्यम्. अग्रे अपि करोतु. इल् इला इति धातुः अस्ति, लकार उत्तरवर्ति अकारः, उपदेशे अजनुनासिक इत् इति सूत्रेण तस्य लोपः इति तस्य लोपः सो अकारः निष्कासनानन्तरम् इल् इति अवशिष्यते. सत्यम् अवश्यं, समीचीनं सत्यम्. अग्रे राहुल् महोदय. अनन्तरम् एकनिमिषम्. इल् इल इति धातु ततः अग्रे क्लिश क्लिश उपदेशीयजननासिक इत् इत्यनेन अपि च तस्य लोपः इत्यनेन क्लिश् इत्येव अवशिष्यते. तावदेव अवशिष्यते, सत्यं, तदेव. अग्रे अपि करोतु. णील इति अत्रापि आदौ उपदेशीयजननासिक इत् अनन्तरं हलन्त्यम् इत्यनेन णील् इति भवति. णील् अधुना धात्वादेः णो नः इत्यनेन मूर्धन्यनकारस्य स्थाने दन्त्यनकारस्य आदेशः भवति, नील् इति अवशिष्यते. सत्यं सत्यं, समीचीनम्. अग्रे रामनाथन् महोदय. आम् भगिनि, पूर्वं क्लिश् इति धातु मध्ये रसकुटदिते इति सूत्रस्य प्रसक्तिः अस्ति वा नास्ति वा? हा, भवान् वदतु, रसकुटदिते इति सूत्रं कदा प्रवर्तते? एतत् क्लिश् तद्धितं नास्ति, अस्ति नास्ति चेत् भवितुम् अर्हति एव अहं चिन्तयामि. हा, अत्र अन्य कोऽपि वदतु. प्रत्ययस्य आदौ अस्ति चेदेव लशक्व तद्धिते, अत्र क्लिश् इति धातुः अस्ति खलु. ओके, एवं ओन्लि प्रत्ययमेव वा? ओके, हा, त्रीणि सूत्राणि केवलं प्रत्ययेषु एव प्रवर्तन्ते. दशक्व तद्धिते चुटु, अपि च तत्र शः प्रत्ययस्य चुटु लशक्व तदिते इति त्रीणि सूत्राणि केवलं प्रत्ययेषु एव. अन्यानि चत्वारि सूत्राणि प्रत्ययेषु, आदेशेषु, आगमेषु यत्र कुत्रापि. उपदेशे जननास्तिकैत् हलन्त्यं न विभक्तौ तु स्माः आदिर्निटुडवः, एतानि सर्वाणि सर्वत्र कार्यं कुर्वन्ति. आदिर्निटुडवः तु तादृशप्रत्ययः नास्ति इति कृत्वा तस्य प्रवृत्तिः तु केवलं धातूनां विषये एव. ओके, अग्रे स्टुकम् इति औपचारिकरूपम् उपदेशे अनुनासिक जननासिक इत् तस्य लोपः इति सूत्र स्टक् इति रूपम् आदौ शकारः अस्ति, सत्त्वं भवति, धात्वादेः शः सः इति सूत्रेण स्टक् इति रूपं सन्धिकार्यं भवति. सकारतकारयोगे पूर्वं वा परं वा स्टुणाशुः इति सूत्रेण तकारः स्थाने तकारः आदेशः भवति, स्टक् इति रूपं, तदेव अन्तिमरूपम्. स्टक् इति रूपं समीचीनं, परन्तु तत्र स्टुणाष्टुः इति तकारः इति नास्ति खलु? स्टुनाष्टुः इति सूत्रेण भवति भगिनी, केन सूत्रेण तकारं भवति? हा, तदेव अहमपि पृच्छन्ती अस्मि महोदय. महोदय स्टुनाष्टुः इति उक्तवान् अथवा अनन्तरं स्तोः स्टुनाष्टुः उक्तवान्? सत्त्वात् परं स्तोः स्टुनाष्टुः इति सूत्रेण स्टक् इति भवति. हा, अत्र वस्तुतः सूत्रं नास्ति, अत्र मूले तु अत्र केनापि सूत्रेण सकारः न भवति, निमित्तसूत्रेण सकारः न भवति इत्युक्ते मूले तु निमित्तापाये नैमित्तिकस्य अपायः इति वदामः, नो चेत् अत्र वदतु कोऽपि वदतु तकारं किं निमित्तापाये नैमित्तिकस्य अपाय. निमित्तापाय नैमित्तिकस्य अपाय इति सामान्यतया वदामः, परन्तु अत्र पश्यन्तु आदौ तु तत्र हा, तत् आदौ शकारः अस्ति, तदनन्तरं तस्य अनन्तरं यः वर्णः अस्ति सः वर्णः तकारः न तु तकारः खलु, यदा ष्टा इति एव अत्र मूले तु षकारः अस्ति, तस्य अनन्तरं तकारः अस्ति, तत्र स्टुनाष्टुः इत्यस्य प्रभावेन एव षकारस्य प्रभावेन तकारस्य टकारः इति आदेशः जातः, अतः तत्र औपदेशिकधातुः ष्टक् इति सर्वत्र वयं पश्यामः, परन्तु तत्र मूले तु तकारः एव आसीत्. इदानीम् अस्माकं कृते वयं किं कुर्मः इति चेत् तत्र षकारम् आनयामः, तस्य अनन्तरं तकारः एव अस्ति इति स्वीकुर्मः, यतोहि तस्य टकारः इति न जातः, तर्हि तकारः एव अस्ति. अधुना दात्वादेः शः सः इति सूत्रेण षकारस्य स्थाने सकारः, अतः स्तक् इति रूपम्. पुनः एकवारं वदतु महोदय, इत्युक्ते अत्र मूले पश्यति चेत् षकारः अस्ति मूले, तदनन्तरं तकारः एव अस्ति, तकारः अस्ति मूले, तकारः अस्ति, अनन्तरम् अकारः, अनन्तरं ककारः, स्टक् इति अस्ति. तत्र धातुपाठे किं कुर्वन्ति इति चेत् तत्र स्टुनाष्टुः इति कार्यं कृत्वा स्टक् इति प्रदर्श्यते धातुपाठेषु. वयं किं कुर्मः, वयं जानीमः तत्र षकारः अस्ति इति कृत्वा एव तत्र सन्धिकार्यं कृत्वा तत्र तकारस्य स्थाने तकारः जातः इति वयं जानीमः. तर्हि इदानीम् एकक्षणम् इत्युक्ते तत्र इदानीं तत्र लौकिकधातुं साधयितुं तत्र दात्वादेः शः सः इत्यनेन तत्र षकारस्य स्थाने सकारः जातः, अतः वयं किं कर्तुं शक्नुमः इति चेत्, इदानीं शकारस्य कारणेन एव श्रुत्वं भवति इति, तादृशशकारः एव नास्ति अधुना, अतः निमित्तं नास्ति इति कृत्वा तत्र कार्यमपि नास्ति इति तादृशचिन्तनम् एकं चिन्तनमस्ति, सामान्यचिन्तनमस्ति. निमित्त अपाये नैमित्तिकस्य अपायः इति, तत्र निमित्तमेव नास्ति, शकारः निमित्तं नास्ति, अतः तकारः अपि न तिष्ठति इति कृत्वा, तकारः मूले आसीत् इति कृत्वा तकारः आगच्छति इति तादृशचिन्तनम् एकं चिन्तनमस्ति. अवगतम्? हा, रिवर्सल्, सत्यं. तत्र धातुपाठे सन्धिकार्यं सम्प्रसारणं न सन्धिकार्यं कृत्वा धातुपाठे प्रदर्शितमस्ति, परन्तु लौकिकधातुं साधयितुम् अत्र निमित्तं नास्ति, शकारः एव निमित्तं नास्ति, तस्य स्थाने सकारः जातः, अतः तत्र कार्यमपि न तिष्ठति. यत् कार्यं वयं पूर्वं कृतवन्तः श्रुत्वकार्यं, तादृशकार्यमपि न तिष्ठति, अतः तकारः मूले आसीत् इति श्रुत्वा तदेव आगच्छति इति तादृशम् एकं चिन्तनमस्ति. प्रश्नः अस्ति वा? किल तत्तु शास्त्रीयचिन्तनमस्ति, तस्मिन् विषये अधिकम् इदानीम् एकवारं वयं पठितवन्तः, तस्मिन् विषये पुनः अधुना न वदामि, यतोहि तत्र इतोपि क्लेशः अस्ति, पूर्वत्र सिद्धं सर्वम् अस्ति, यतोहि पूर्वत्र सिद्धम् इत्यस्मिन् विषये अधिकं न पठितवन्तः खलु अस्माकं वर्गे. सत्यम्, आदौ श्रुनाश्रुः सर्वं कृत्वा तत्र धातुपाठे प्रदर्शितम् अस्ति. यदा वयं लौकिकधातुं साधयामः तदानीं तत्र अस्माकं सोपानं किं भवति इति चेत्, अत्र धातुः अस्ति टक इति धातुः, तदेव वयं स्वीकुर्मः. प्रथमं तत्र ककार उत्तरवर्ति अकारस्य इत्संज्ञा उपदेशे जुनासिक इत्यनेन, तदनं शकारस्य धात्वादेः शः सः इत्यनेन सकारादेशः. इदानीं यदा सकारः भवति तदानीं टकारः अपि न तिष्ठति, टकारः तकारः भवति, यतोहि शकारः एव निमित्तम् आसीत्, तादृशनिमित्तम् इदानीं नष्टम्, अतः कार्यम् अपि न तिष्ठति इति कृत्वा टकारस्य टकारः एव तिष्ठति इति तादृशम् एकं सामान्यचिन्तनम्. धन्यवादः. वदतु रामनाथन् महोदय, लौकिकधातुः कः? अन्तिमरूपं स्टक्. स्टक् इति, स्टक् इति. अत्र वासुदेवन् महोदय यद् भवान् वदति तत्तु समीचीनमेव, स्थाने स्थाने स्था एव भवति किल. इत्युक्ते तत्र शास्त्रीयचिन्तनं कथं मया अवगतं, भवती किम् उक्तवती मया अवगतं, मया अवगतं. समीचीनं. यद् मया किं वासुदेवमहोदयस्य चिन्तनं किं? हा, यत् मया उक्तं तत् समीचीनं, तत् सामान्यचिन्तनमस्ति, परन्तु शास्त्रीयचिन्तनमपि वयमेकवारं दृष्टवन्तः खलु अस्मिन् करपत्रे. पूर्वमेव वयं वक्तुमिच्छति वा भवान् शास्त्रीयचिन्तनं किमिति? शास्त्रीयचिन्तनं शा इति कारणेन, शा इत्यस्य कारणेन ता आगतवान् यदा शा सा बिकं शा सा भवति तदा टास्य प्रवृत्तिः नास्ति, टा अपि ता भवति. तत् सामान्यचिन्तनमस्ति, शास्त्रीयचिन्तनं नास्ति. यद्भवान् वदति तत् निमित्त अपाय नैमित्तिकस्य अपायः इति, तत् शास्त्रीयचिन्तनं नास्ति. शास्त्रीयचिन्तनं इति चेत् तत्र किम् इति चेत्, यद्यपि धातुपाठे प्रभावेण वदतु तकारस्य तकारः भवति, तर्हि तत्कारणं शास्त्रीयरूपमेव रूपं प्राप्तुं तत्र ष्टुनाष्टुः कार्यम् अभवत्, परन्तु यदा शकारस्य सकारः जातः तर्हि तस्य पूर्वं यद् रूपम् आसीत् टकारः एव ओरिजिनल् रूपम् आसीत्, तद् आगत्य तिष्ठति. तत्तु सामान्यचिन्तनं भगिनि, यत् वयम् इदानीमेव उक्तवन्तः तदेव वदन्ति अस्ति भवती, तद् निमित्त अपाय नैमित्तिकस्य अपाय इत्यस्मिन् विषये वदन्ति अस्ति, तत् समीचीनमेव इति सामान्यतया वयं विश्वविद्यालयेषु तथा चिन्तयामः. परन्तु अस्माकं शास्त्रीयचिन्तनं भिन्नमस्ति. शास्त्रीयचिन्तनं कथं कथं भवति भगिनि? पूर्वत्र सिद्धम् इति वा? अहं प्रयत्नं कर्तुं शक्नोमि. सुमन् भगिनि वदतु. अस्तु, उदाहरणं स्वीकुर्मः. ष्ठा अस्ति, तत्तु न ष्ठा त्यजतु, अत्र न ष्ठा त्यजतु, ष्टक् इति एव स्वीकृत्य वदतु. अस्तु, ष्टक् अस्ति, ष्टक् अस्ति, इदानीं स्टक् भवति. चिन्तनं सम्यक् स्मरामि वा न जानामि, किन्तु चिन्तनम् अस्ति तत्र मूलरूपं षकार तकार ककार एव आसीत्. इत्युक्ते तक् मूर्धन्यटकार नास्ति, औपदेशिकरूपे दन्त्यतकार एव आसीत्, षकार दन्त्यतकार ककार. इदानीं धात्व आदेशु सूत्रेण सकार षकार सकार भवति. अतः मूल इदानीं रूपं भवति सकार तकार ककार लौकिकरूपम्. किन्तु शास्त्रीय चिन्तनम् अस्ति तत्र षकार तकार ककार आसीत् खलु, तत्र तकार षकार पर पर अस्ति, अतः ष्टुनाष्टुः सूत्रं कार्यं करोति, अतः तकारः टकारः भवति, अतः ष्टक् भवति. किन्तु भगिनी न श्रूयते भगिनि इदानीं? इदानीं श्रूयते, वदतु. अस्तु, किन्तु ष्टुनाष्टुः तु कार्यं त्रिपाद्याम् अस्ति, अतः तत्र पूर्वत्र सिद्धम् इति सूत्रस्य अधिकारः अस्ति. तत् सूत्रं वदति पूर्व सूत्रम् इत्युक्ते सपादसप्ताध्यायां सप्ताध्याम् अस्ति चेत् तत् सूत्रं कार्यं करोति, न तु त्रिपाद्यां यत् सूत्र अस्ति. अतः इदानीं ष्टुनाष्टुः इति सूत्रस्य अभाव एव, इत्युक्ते वयं तु तत् सूत्रं कार्यं करोति इति अपि न ज्ञातुं शक्नुमः. अतः मूलरूपम् अस्ति षकार तकार ककार, षकारस्य सकार भवति चेत् तदेव इदानीं लौकिकरूपं सकार तकार ककार. समीचीनं समीचीनं. वस्तुतः अत्र किं वक्तव्यम् इति चेत्, यद्यपि धातुः ष्टक इति अस्ति, तथापि तत्र तकारस्य मूले तु तकारः एव आसीत्, अतः ष्टक् इति एव धातुं स्वीकृत्य अधुना चिन्तनं भवति. ष्टक् इति सन्दर्भे अत्र सूत्रद्वयं युगपत् प्रसक्तं भवति. एकमस्ति धात्वादेः सहसः, अन्यत् सूत्रमस्ति ष्टुनाष्टुः. द्वयोः सूत्रयोः युगपत् प्रसक्तिः अस्ति ष्टक् इति सन्दर्भे. तर्हि किं भवति इति चेत्, ष्टुनाष्टुः इति सूत्रं परसूत्रमस्ति, तत् सूत्रं त्रिपाद्याम् अस्ति. धात्वादेः शः सः इति सूत्रं सपादसप्ताध्यायम् अस्ति, द्वयोः सूत्रयोः युगपत् प्रसक्तिः अस्ति. अत्र ष्टुनाष्टुः इति सूत्रम् असिद्धम् अस्ति, यतोहि सपादसप्ताध्यायीं प्रति त्रिपादी असिद्धं, त्रिपादी असिद्धा. तर्हि अत्र पूर्वत्र सिद्धम् इति सूत्रेण त्रिपादीसूत्रम् असिद्धम्, अतः ष्टुनाष्टुः इत्यस्य कार्यं न प्रवर्तते, धात्वादेः शः सः इत्यस्यैव कार्यं प्रवर्तते, अतः षकारस्य स्थाने सकारादेशः, अतः स्टक् इति रूपं, स्टक् इति रूपम्. भगिनि, धातु अष्टाध्याये स्टक् इति दत्तं भगिनि, स्टक् इति एव अस्ति खलु, न स्टकार अस्ति, स्टक् इति नास्ति वा? न, कुत्र पश्यति? अष्टाध्यायी.com तक् इति एव भवेत् खलु, तक् अस्ति, तकति इति, तक् इति अस्ति भगिनि, तक् इति अस्ति, तकौ प्रतिघाते तकारं वा तकारं वा अन्तिमरूपस्य तक् इति अस्ति, भवादिगणे अस्ति, तस्य रूपं तकति, तकति भवादिगणे अस्ति, तकारमेव अवशिष्यते न, तकारः एव अवशिष्यते, सत्यं तकारः सवर्गस्य तकारः. अस्तु अग्रे सरे मतः. अस्तु तर्हि अग्रे रमा शिवरामन् भगिनी करोतु. पूर्द् धातु उपदेशे अनुनासिक जनुनासिक इत् कारणात् अ गच्छति, तस्य लोपः भवति, अतः कुर्द् भवति. तदनन्तरम् उपधायां च इति सूत्रस्य प्रसक्तिः भवति, अतः कूर्द् भवति लौकिकधातु. हा हा, अत्र उपधायां च इति सूत्रस्य निमित्तं वदतु. उपधायां च सूत्रस्य निमित्तं धातोः उपधाभूतयोः रेफवकारयोः हल् परयोः इकः दीर्घः स्यात्, अतः इद अत्र हल् द अस्ति, इद् इद् अस्ति, तस्य पर पर अस्ति, अतः निमित्तमस्ति. हलन्तधातुः अस्ति, दकारः अन्ते अस्ति, उपधायं कः वर्णः? उपधा उपधा उ, परन्तु उपधा उपधा उ नास्ति खलु. उपधा उपधायां कः वर्णः? ओ उप उपधायां रेफः अस्ति, रेफः अस्ति, हलन्तधातुः अपि अस्ति. सत्यं, रेपस्य उपधायां कः वर्णः? रेपस्य उपधायां न अवगच्छामि. रेपस्य यदि रेपः अन्तिमवर्णः अस्ति च तस्य उपधा कः वर्णः भवति? उ. हा उ इत्युक्ते हा सूत्रे तादृश तादृशचिन्तनमस्ति, हलन्तधातुः उपधायां रेपः वकारः, रेपवकारयोः उपधायाम् इक् वर्णः अस्ति चेत् दीर्घत्वं भवति इति तादृश अर्थः. इत्युक्ते तत्र तात्पर्यं किम् इति चेत् हलन्तधातुः उपधायां रेपः अथवा वकारः, रेपात् पूर्वम् इक् वर्णः अस्ति चेत् दीर्घत्वम्. अस्तु तर्हि अग्रे पूर्वं भवेत् वा? सत्यं, साक्षात् पूर्वं, रेपात् साक्षात् पूर्वम् इक् वर्णः. अस्तु मीना मीना भगिनी वदतु. उपदेशे अनुनासिके इति कारणेन पृश् इति उकार उकारः लोपः पृश् इति भवति, पृश् एव अवतिष्यते. सत्यं, पृश् इति तिष्ठति. अस्तु अग्रे विजयलक्ष्मी भगिनी वदतु. नखौ अन्तिम अनुनासिकवर्णः अकारः, उपदेशे अजनुनासिक इत् तस्य लोपः इत्यनेन अनुनासिक अकारस्य लोपः जायते. अनन्तरं नः धात्वादेः नकारस्य नकारः, दन्त्यनकारः धात्वादेः नो नः इति सूत्रेण नख इति रूपं. सूत्रं किं? धात्वादेः नो नः, धात्वादेः इति नास्ति, नो नः इति एव सूत्रम्. ओ नो नः, अस्तु. लौकिकरूपं नख् नख् इति दन्त्य न कवर्गस्य ख अस्तु समीचीनम् अस्तु तर्हि अग्रे अरविन्द महोदय वदतु रङ्गे शकायाम् इति एकार अनुनासिक इत् अस्ति तस्य उपदेश च अनुनासिक इत् भूत्वा तस्य लोपः इति सूत्रेण तस्य लोपो जायत तदनन्तरं रङ्ग् एव अवशिष्यते रग् रग् इति अवशिष्यते सत्यं रग् रग् अस्तु भगिनी तत्र रङ्गे अस्ति वा रगे अस्ति वा भगिनि रगे नकारः नास्ति रगे एकारः अनुनासिकः तस्य इत्संज्ञा अतः रग् इति अवशिष्यते अस्तु शुभा भगिनी भवती एव अग्रे करोतु हा प्लुन् इति धातुः तत्र प्रथमं हलन्त्यम् इत्यनेन नकारस्य इत्संज्ञा भवति प्लू इति अवशिष्यते तत्र लशकोतद्धिते इत्यनेन न क्षम्यतां तत्तु प्रत्ययस्य अधुना प्लू इति धातुः पकारस्य तदेव तिष्ठति वा भगिनि सत्यं प्लू इति एव तिष्ठति केवलं नकारस्य इत्संज्ञा हलन्त्यम् इत्यनेन तावदेव अस्तु अस्तु समीचीनम् अग्रे वासुदेवन् महोदय वदतु शु शु शु इति शः दात्वादेव शः सः उपदेशे कोऽपि इत् नास्ति कोऽपि अन्यः इत् नास्ति शः सः उपदेशे इति सूत्रेण शु बिकम्स् सु एव लौयदातु समीचीनम् अग्रे गीताञ्जलि भगिनि ध्रु ध्रु ध्रु अत्र तु किमपि अनुनासिक नास्ति हलन्त्यमेव प्रसक्तिः नास्ति अहं मन्ये तिष्ठति भगिनि तदेव सत्यं तदेव किमपि कार्यं नास्ति ध्रुव एव तिष्ठति अस्तु समीचीनम् अग्रे उमा भगिनि धातु उपदेशे अजनुनासिक सूत्रेण चन्द्रबिन्दु लोपः भवति सो छक् इति अवशिष्यते बट् देर् केन् बि टु हल् वर्णः न सो न कुत्र लिखितं हल् वर्णद्वयं न भवेत् इति नार्मलि नो वेन् यु गो फार् दिस् थिङ्ग् what should I say when you do rama shabda and all, when you go for shabda it's a two is ah tat binna chintanam asti padni tatra kakara te ekara kakara se lopah bhavati tat binna chintanam okay, tatra tadish okay. chintanam nasti ik ik do two ik comes together like this tat binna chintanam asti tatra tadartham binna sutram asti jarojari savarne iti ekah halup lupyate iti binna sutram asti tasya chintanam adhuna nasti अस्तु समीचीनम् अग्रे लक्ष्मी भगिनी किं पदान्ते अस्ति यत् सूत्रम् भगिनी उक्तवती इदानीं पदान्ते नास्ति पदान्ते नास्ति तत् भगिनी तत्र एकं ककार एव हल् वर्णः खलु भगिनी उक्तवती द्वे कथं भवति इति अत्र द्वे ककारद्वयं वर्तते खलु आं भगिनी किन्तु हलन्त्यम् एकमेव भवति किल अत्र हलन्त्यं सूत्रस्य प्रसक्तिः नास्ति. न न हलन् क्षम्यतां हलन्त्यं हलन्त्यं न हल् अन्तम् एक अन्तिमककारस्य एव भवति किल. अत्र अन्तिमककारः नास्ति, अन्ते अन्ते अच्वर्णः अस्ति, अतः हलन्त्यम् इत्यस्य प्रसक्तिः एव नास्ति. न भगिनि हलन्त्यम् इत्यस्य न, तत्र भगिनी पृष्टवती द्वे ककारौ कथं हलन्तं हल् भवति इति. भगिनी भगिनी अन्यत् किमपि पृष्टवती, तस्य चिन्ता अधुना नास्ति. तत्र एक एकस्य हल् वर्णस्य लोपः भवति वा इति तादृश किमपि प्रश्नः आसीत्, चिन्ता अधुना नास्ति. मम अवगमनार्थं पृष्टवती विद्याभगिनी अपि अन्यद् भगिनी नाम न जानामि. न न अवगच्छामि भगिनि, परन्तु अधुना स्पष्टं वा? न न स्पष्टतार्थमेव पृष्टवती इति अवगतवती. अहं वदन्ती अस्मि तत्र तादृशचिन्तनस्य आवश्यकता अधुना नास्ति, यतोहि तदा तदनन्तरं तत्र अत्र तादृशचिन्तनस्य आवश्यकता नास्ति, यतोहि तत्र झरो झरि इति अन्यत् सूत्रमस्ति, तस्य विषये वयं न पठितवन्तः. तत्र तु हल् वर्णस्य उत्तरः जरः अस्ति चेत् सवर्णे झरि परे एकः जर् वर्णस्य लोपः भवति इति, अत्र तादृशपरिस्थितिः अपि नास्ति. अस्तु अस्तु, अतः तादृशचिन्तनस्य आवश्यकता एव नास्ति. अस्तु अस्तु, अग्रे लक्ष्मी भगिनी. आं भगिनि, बन्ध् इति औपदेशिकधातुः, नकारः अपि बद्ध् बद् क्षम्यतां बद्ध् इति औपदेशिकधातुः, तत्र उपदेशे अच् अनुनासिक इत् इति सूत्रेण अकारस्य इत् संज्ञा भूत्वा तस्य लोपः भवति. बद् इति बत् इति एव तिष्ठति लौकिकरूपं, बद् इति तिष्ठति. अस्तु अग्रे गीता भगिनी. आं वदामि भगिनि, धातुः अस्ति तुनदि इति, अनुनासिक इकारस्य संज्ञा भूत्वा तुनद् इति भवति. तदनन्तरं अन्यत् किमपि प्रसक्तं वा अत्र? अरविन्द् महोदय किं चिन्तयति? इदित् धातु अस्ति, इदित् भूत्वा उपदेशे धातु आदेः निटुडवः इतः इति. गीता भगिनी वदतु अधुना. आदिनिटुडव इत्युक्ते टकारस्य इच्छङ्गा भवति, टकारस्य केवलं नास्ति, टु इति समुदायस्य. ओ अस्तु, टु इत् भवति. तदनन्तरं नद् इति अस्ति, नदी इति अस्ति, इदितो नुम् धातोः इत्यनेन निन्द् इति भवति. न इदितोनं धातोः इत्यनेन किं भवति? नन्द् इति भवति. तदनन्तरं नश्चापदान्तस्य झलि इत्यनेन नकार नकारस्य स्थाने अनुनासिक आयाति नन्द् इति, तदनन्तरं नन्द् भवति अनुनासिकः नास्ति, कुत्र अनुस्वारः खलु, अनुस्वारः आयाति, तदनन्तरम् अनुस्वारस्य एयि परसवर्णः इत्यनेन सूत्रेण नकारः आयाति नन्द् इति भवति. समीचीनम्. अत्र टुनदि इति धातौ तत्र बहूनि कार्याणि सन्ति. प्रथमतया तत्र इदि धातुः अस्ति इति ज्ञातुं शक्नुमः, यतोहि अन्ते इकारः ह्रस्व इकारस्य इत् संज्ञा, उपदेशे जननासिक इत् इत्यनेन, अतः टुनद् इति रूपं. तदनन्तरं तत्र आदिर्निटुडवः इत्यनेन टु इति समुदायस्य इत् संज्ञा, अतः नद् इति अत्र लौकिकधातुः. इदि धातुः अस्ति इति कृत्वा नुमागमः भवति, अतः नन्द् इति रूपं. नन्द् इदानीं सन्धिकार्यद्वयं, नश्चापदान्तस्य जलि इत्यनेन नकारस्य अनुस्वारादेशः, यतोहि दकारः झल्वर्णः अस्ति, अतः नन्द् इति अस्ति. तदनन्तरम् अनुस्वारस्य ययि परसवर्णः, अनुस्वारस्य स्थाने परस्य सवर्णः तवर्गस्य पञ्चमवर्णः नकारः आयाति, अतः नन्द् इति रूपम्. अवगतम् जि? टु इति सूत्रस्य संख्या अस्ति वा? आदिर्निटुडवः इति तत्र प्रथमाध्याये अस्ति खलु, चतुर्थपादे. प्रथमाध्याय प्रथमाध्याये तृतीयपादे अथवा चतुर्थपादे कुत्रचित् अस्ति. तृतीयपादे अस्ति, तृतीयपादे पञ्चमं सूत्रं, प्रथमाध्यायस्य तृतीयपादे पञ्चमं सूत्रम् अस्तु. अन्तिमम् अस्ति अत्र, कः करोति अत्र? सूर्यकुमारी भगिनी करोतु. भगिनि, आं भगिनि, धातु अस्ति इच्छ अनुनासिककारः, अन्तिमवर्णः अस्ति चेत् उपदेशे जननासिके उत्पन्न भवति, भवति तदेव तिष्ठति. हा, तदेव तिष्ठति ते, केवलम् उपदेशे जननासिक इत् इत्यस्य एव कार्यमस्ति अत्र, तावदेव. अस्तु, अत्र स्थगयामः. अत्र निमिषद्वयमेव वर्तते, अतः अग्रिमसप्ताहे नूतनपाठः आरप्स्यते. अधुना अत्र स्थगयामः. कोऽपि प्रश्नः अस्ति वा? भगिनी, टु इत्यस्य किमपि कार्यम् अस्ति वा? किं कार्यम्? सुनदी तत्र टु इत्यस्य किमपि कार्यं, प्रयोजनम् इति वा? प्रयोजनं तत्र द्रष्टव्यं भगिनि, द्रष्टव्यं भगिनि, द्रष्टव्यं भवति. यतोहि अत्र आर्धतुकप्रकरणे किमपि कार्यमस्ति वा टु इत्यस्य इति चिन्तनीयं भवति. यतोहि इत्संज्ञा अस्ति खलु, तर्हि तत्र प्रयोजनं किमपि स्यात्, तर्हि प्रयोजनं किम् इति चिन्तनीयम्. अस्तु भगिनि, तपरकरणे तत्र पूर्ण सूत्रम् अनुवर्तिसूत्रमस्ति खलु, तपर तत्कालस्य स्वस्य रूपस्य सवर्णस्य इति, तत्र सवर्णस्य इत्यस्य प्रयोजनं, न चेत् किं वदति तत् सवर्णस्य इत्यस्य? न, प्रश्नः कः? सवर्णस्य इति शब्दस्य अर्थः वा? अर्थः जानामि, किन्तु तत्र कथं प्रयुक्तं तत्र इति न अवगच्छामि. न, तपर इत्युक्ते अत् इति वदामः चेत् अत् इत्यत्र तपरकरणमस्ति, तकारः, तर्हि तत्कालस्य तत्र अकारस्य कालः कः? अकारस्य कालः ह्रस्वः. तादृशकालस्य यस्य वर्णस्य अस्ति तस्यापि ग्रहणं, तर्हि अकारस्य सवर्णवर्णाः के? ओ, तस्वकारस्य अनुनासिकत्वम्, उदात्तत्वम्, स्वरितत्वम् इति तत्र षड् भेदाः सन्ति खलु, अनुनासिकः, अननुनासिकः इति. तर्हि अस्ति इति वदामः चेत् न केवलं स्वस्य रूपस्य, न केवलं ह्रस्वाकारस्य, अपि च सवर्णस्यापि ग्रहणम्, इत्युक्ते ह्रस्वाकारस्य ये सवर्णवर्णाः सन्ति तेषामपि ग्रहणम्। अहं चिन्तितवती वर्गस्य सवर्णः कथम् अत्र भवति इति, वर्गीयव्यञ्जनानां चिन्तनं नास्ति खलु? नास्ति नास्ति, अस्तु अस्तु, धन्यवादः भगिनि। अस्तु तर्हि अत्र स्थगयामः, धन्यवादः, नमस्कारः, धन्यवादः भगिनि, धन्यवादः।